नमस्सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति कृत् प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च इति पाठः आरब्धः गतवर्गे. तत्र अस्माभिः ज्ञातं यत् प्रक्रियाद्वयं वर्तते, सार्वधातुकप्रक्रिया अथवा आर्धधातुकप्रक्रिया इति. धातुतः विद्यमानः प्रत्ययः अस्ति चेत् प्रक्रिया द्विविधम् अस्ति, सार्वधातुकप्रक्रिया अर्धधातुकप्रक्रिया. पुनः प्रत्ययः कृत् प्रत्ययः भवितुमर्हति, तिङ् प्रत्ययः अपि भवितुमर्हति. तिङ् प्रत्ययः वा भवतु कृत् प्रत्ययः वा भवतु, तर्हि प्रत्ययः कीदृशः, सार्वधातुकः वा अर्धधातुकः वा इति चिन्तनीयम्. सार्वधातुकः अस्ति चेत् सर्वत्र प्रक्रिया समाना भवति. सार्वधातुकप्रक्रियायां कर्त्रार्थकसार्वधातुकप्रत्ययः अस्ति चेत् गणनिमित्तिकविकरणप्रत्ययः आयाति. धातुः कस्मिन् गणे अस्ति इति प्रश्नः उदेति सार्वधातुकप्रक्रियायां. तादृशप्रश्नस्य अनुरोधेन उत्तरं भवति धातुः यस्मिन् कस्मिन् गणे अस्ति तदनुसृत्य विकरणप्रत्ययः आयाति. तत्र आदौ कर्तरि शप् इति आगच्छति, तदनन्तरं शपं प्रबाद्य अन्ये विकरणप्रत्ययाः अपि आगच्छन्ति. पुनः कृत्सु अपि प्रत्ययः सार्वधातुकः वा अर्धधातुकः वा इति चिन्तनीयम्. सार्वधातुकः अस्ति चेत् पुनः गणनिमित्तिकविकरणप्रत्ययः आयाति इति जानीमः. यत्र प्रक्रिया अर्धधातुकः अस्ति, धातुतः प्रत्ययः अस्ति, अर्धधातुकप्रत्ययः अस्ति, पुनः तिङ् वा भवतु कृत्वा भवतु प्रक्रिया समाना. अर्धधातुकप्रक्रियायां गणचिन्तनं नास्ति, धातुः कस्मिन् गणे अस्ति इति चिन्तनं नास्ति, गणम् अनुसृत्य विकरणप्रत्ययः न आगच्छति. तत्र तु अर्धधातुकप्रक्रियायां यत्र लकाराः सन्ति तत्र तु लकारनिमित्तिकविकरणप्रत्ययः आयाति. लकारम् अनुसृत्य लृट् लकारः भविष्यत्काले अस्ति चेत् स्य इति प्रत्ययः, लुट् लकारः अस्ति चेत् तास् इत्यादयः वयं जानीमः. अपि च तत्र कृत् प्रत्ययः अर्धधातुकः अस्ति चेत् तत्र तु कृत् प्रत्ययः अस्ति, लकारः नास्ति. तत्र लकारनिमित्तिकप्रत्ययः नास्ति कृत् प्रत्ययेषु. तर्हि कृत् प्रत्ययः अस्ति चेत् किं भवति इति चेत् तत्र लकारनिमित्तिक कार्यं भवतु इत्युक्ते क्रियापदनिर्माणं, तत्र तिङन्तपदनिर्माणं वा भवतु कृदन्तपदनिर्माणं वा भवतु, अर्धधातुकप्रक्रियायाम् इडागमचिन्तनं करणीयम्. धातुः सेट् वा इति विचिन्त्य पुनः प्रत्ययः सेट् वा इति, प्रत्ययः इडानुकूलः अस्ति वा इति दृष्ट्वा इडागमस्य चिन्तनं करणीयम् इति तावद् अस्माभिः अधीतम्. इदानीम् अस्माकं पुरतः कृत् प्रत्ययः अस्ति, धातुतः कृत् प्रत्ययः अस्ति यः तिङ् भिन्नः अस्ति. तादृशकृत् प्रत्ययः धातुतः अस्ति, सः प्रत्ययः इदानीं षित् अस्ति इति चिन्तयामः. यथा अत्र शतृप्रत्ययः षित् अस्ति, अतः शतृप्रत्ययः सार्वधातुकप्रत्ययः अस्ति. तादृशप्रत्ययः धातुतः इदानीम् अस्ति शतृप्रत्ययः. तर्हि शतृप्रत्ययः सार्वधातुकप्रत्ययः इति जानीमः. अपि च शतृप्रत्ययः कर्त्रार्थे एव भवति, यतोहि कृत् प्रत्ययः कर्त्रार्थे भवन्ति. कर्तरि कृत् इति सूत्रेण कृत् प्रत्ययः कर्त्रार्थे भवन्ति इति सामान्यनियमः अस्ति. तत्र अपवादाः अपि सन्ति, तद् अग्रे कदाचित् पश्यामः. परन्तु अत्र शतृप्रत्ययः कर्त्रार्थे भवति इति वयं जानीमः. तर्हि इदानीं धातुतः शतृप्रत्ययः कर्त्रार्थे अस्ति, अपि च सार्वधातुकः अस्ति इति कृत्वा अत्र गणनिमित्तिकचिन्तनं भवति. धातुः कस्मिन् गणे अस्ति इति प्रश्नः उदेति. तादृशं प्रश्नं कृत्वा तस्य उत्तरं वयं वदामः, अस्तु धातुः दिवादिगणे अस्ति, धातुः स्वादिगणे अस्ति इत्यादयः उक्त्वा तदनुसृत्य धातुः अपि च शतृप्रत्ययः अनयोः मध्ये विकरणप्रत्ययः आयाति. यदा विकरणप्रत्ययः आयाति तिङन्तप्रसङ्गे, द्वादिगणे कश्चन धातुः अस्ति चेत् यादृशप्रक्रिया भवति तादृशी प्रक्रिया एव अत्रापि भवति कृत् प्रत्ययेषु, न कोऽपि भेदः. तर्हि एकवारं तिङन्तप्रसङ्गे प्रत्येकं गणं स्वीकृत्य तत्र प्रक्रिया कथं भवति इति वयं पश्यामः चेत् अग्रे तदेव अस्माकं कार्यमस्ति. प्रत्येकं गणं स्वीकृत्य भवादिगणे ये ये धातवः सन्ति तेषां सर्वेषां रूपाणि अपि च तत्र विशिष्टसूत्राणि कानि तत्सर्वम् अग्रे पश्यामः. एवमेव दिवादिगणे स्वादिगणे सर्वं स्वीकृत्य पश्यामः. एकवारं तिङन्तप्रसङ्गे पश्यामः चेत् तदनन्तरं कृदन्तप्रसङ्गे न कोऽपि भेदः. तर्हि कृतप्रत्ययः शत्रुप्रत्ययः सरदातकः अस्ति चेत् तत्रापि समानप्रक्रिया. इदानीं तत्र किञ्चित् आस्वादः भवतु, किञ्चित् तत्र कथं भवति इति आस्वादः भवतु इति कृत्वा अत्र शत्रुप्रत्ययस्य उदाहरणं स्वीकृत्य प्रत्येकस्मिन् गणे किं भवति, कीदृशकार्याणि भवितुमर्हति इति चिन्तनम् अत्र क्रियमाणमस्ति. तादृशचिन्तनम् एव भवति तिङन्तप्रसङ्गे अपि, यत्र धातुतः तिङ्प्रत्ययः अस्ति सार्वधातुककर्तार्थकप्रत्ययः, तत्रापि समानप्रक्रिया एव, न कोऽपि भेदः. अतः इदानीं पुनः तत्र कर्त्रार्थे सार्वधातुकानां कृत्प्रत्ययानां दशानां धातुगणानां रूपभेदाः इति वयम् अग्रे पश्यामः. अस्तु, अत्र कः पठति? अत्र रमा भगिनी आरम्भं करोति वा? कर्त्रार्थे सार्वधातुकानां कृत्प्रत्ययानां तदनन्तरं पठामि वा? तदनन्तरं पठतु. कर्त्रार्थे सार्वधातुकानां कृत्प्रत्ययानां कृदन्तानां दशानां धातुगणानां रूपभेदाः. यथा शत्रुप्रत्ययः षित् अतः सार्वधातुकः, कर्त्रार्थे एव भवति शत्रुप्रत्ययः. कर्तरि शप् इत्यनेन शबादयविकरणप्रत्ययाः विहिताः, अतः शत्रन्तेषु दशानां धातुगणानां रूपभेदाः. शत्रु अनुबन्धलोपे अत् भुवादौ फट् योगः अत् कर्तरि शप् सूत्रेण पट् योगः शप् योगः अत् अनुबन्धलोपे पट् अत् अतो गुणे इति सूत्रेण पट् अत् वर्णमेलने पटत् इति प्रातिपदिकं पुंसि पटन् स्त्रियां पठन्ति. अत्र लिखितमस्ति कर्त्रर्थे सार्वधातुकानां कृत् प्रत्ययानां कृदन्तानां दशगणानां कथं भवति इति, रूपभेदाः कथम् इति लिखितमस्ति. शत्रुप्रत्ययः षित् अस्ति, अतः सार्वधातुकः अस्ति. कर्त्रर्थे एव भवति शत्रुप्रत्ययः. कर्तरि शप् इति सूत्रेण विकरणप्रत्ययाः विहिताः. शप् शप् प्रत्ययस्य विकरण प्रत्ययाः विहिताः, अतः शत्रन्तेषु दशानां रूपभेदाः सन्ति. प्रथमतया शत्र इति प्रत्यये इत् वर्णन लोपानन्तरम् अत् अवशिष्यते. अतः तदनन्तरं भुवादिगणे पट्टयोगः अत् कर्तरि शप् सूत्रेण शप् यो मध्ये आगच्छति, पट् शप् योगः अत् अनुबन्ध लोपानन्तरं पट् अ योगः अत् आगच्छति. अतो गुणे इति सूत्रकारणेन एकः अस्थाने अ एव अवशिष्यति, ह्रस्वाकार एव अवशिष्यति. अकसवर्णे दीर्घ इति सूत्रस्य अपवादः अस्ति, वर्णमेलने फटत् इति भवति. फटत् इति प्रातिपदिकं नपुंसकलिङ्गे अस्ति, पुल्लिङ्गे पठन् स्त्रीलिङ्गे पठन्ति भवति. पठत् इति प्रातिपदिकं नपुंसकलिङ्गे अस्ति इति किमर्थम् उक्तम्? न, पठत् इति प्रातिपदिकं नपुंसकलिङ्गे अपि पठति भवति. नपुंसकलिङ्गे किं भवति? पठत् इति रूपं भवति. हा रूपं भवति. अत्र तु पठत् इति प्रातिपदिकं लिखितमस्ति. हा पठत् इति प्रातिपदिकं, पुल्लिङ्गे अपि पठत् इति एव प्रातिपदिकं, नपुंसकलिङ्गे अपि पठत् इति एव प्रातिपदिकं, स्त्रीलिङ्गे प्रातिपदिकं किम्? स्त्रीलिङ्गे अपि पठत् इति प्रातिपदिकं, रूपं पठन्ति भवति. न पठत् इति प्रातिपदिकं नास्ति स्त्रीलिङ्गे. स्त्रीलिङ्गे प्रातिपदिकमस्ति पठन्ति. ओ नीप् आगच्छति वा? हा आगच्छति, नीप् आगच्छति. तदनन्तरं नुमागमः अपि भवति अत्र, अतः प्रातिपदिकमेव पठन्ति. सर्वेषु रूपेषु नुमागमः दृश्यते खलु स्त्रीलिङ्गे. स्त्रीलिङ्गे पञ्चमी विभक्तिः किं भवति तत्र? स्त्रीलिङ्गे पञ्चमी विभक्ति पठन्त्याः. नुमागमः अस्ति खलु, प्रातिपदिके नुमागमः नास्ति चेत् कथं वा भवितुम् अर्हति? अतः स्त्रीलिङ्गे पठन्ति इति प्रातिपदिकमस्ति. समीचीनं भगिनि, बहु सम्यक्. अस्तु, सर्वैः बुद्धं खलु, अस्माभिः गतवर्गे अपि चर्चितमासीत्. अत्र पट् इति अस्माकं धातुः अस्ति भुवादिगणे. इदानीं तत्र विवक्षा अस्ति शत्रुप्रत्ययः इति विवक्षा. शत्रुप्रत्यये अत् इति अवशिष्यते, षकारस्य संज्ञा लशक्वत् अधीते इत्यनेन. ऋकारस्य शत्रु ऋकारस्य संज्ञा अस्ति उपदेशिजननासिक इत्यनेन, अतः अत् इति अवशिष्यते, पट्योगः अत्. इदानीम् अस्माकं यदा धातुतः प्रत्ययः अस्ति, अस्माकं प्रथमः प्रश्नः कः इति चेत् अत् इति प्रत्ययः कीदृशः इति प्रश्नः सर्वदा करणीयः. प्रत्ययस्य स्वभावः कः इति सर्वदा करणीयः. प्रत्ययस्य परिचयः कः इत्युक्ते, अत्र कोऽपि अस्माकं पुरतः कोऽपि नूतनः पुरुषः अस्ति चेत् सर्वदा अस्माकं प्रथमः प्रश्नः कः? भवतः नाम किम् इति प्रश्नः अस्ति. एवम् एव यदा प्रत्ययः अस्माकं पुरतः अस्ति, अस्माकं प्रथमः प्रश्नः कः इति चेत् भवतः नाम किम् इति प्रश्नः अस्ति. तर्हि उत्तरं भवति अत् इति प्रत्ययः षित् अस्ति इति नामकरणम् अस्ति, षित् इति नामकरणं. पुनः कीदृशः इति प्रश्ने सति सार्वधातुकप्रत्ययः इति जानीमः. तदनन्तरं पुनः कीदृशः इति पृच्छामः चेत् कर्त्रार्थे अस्ति इति, एतत् सर्वं प्रत्ययस्य परिचयः अस्ति. पुरुषस्य परिचयः अस्ति, तत्र नाम किं, कुत्र वसति, किं पठितवान् अथवा किं पठितवती इति एतादृशं वयं पृच्छामः खलु. एवमेव तत्र प्रत्ययस्य स्वभावः कः इति प्रथमं जानीमः चेत्, तदनन्तरम् इदानीं वयं जानीमः शत्रुप्रत्ययः सार्वधातुकः अस्ति, कर्त्रार्थे अपि अस्ति इति जानीमः. तर्हि तदनन्तरम् अत्र कार्यं किं भवितुम् अर्हति इति चेत्, अत्र सार्वधातुकप्रक्रिया इति वयं जानीमः. तर्हि सार्वधातुकप्रक्रिया अस्ति चेत्, तर्हि धातुः कस्मिन् गणे अस्ति? पट् इति धातुः भुवादौ अस्ति, अतः अत्र कर्तरि शप् इति सूत्रेण शपः विधानं, धातुतः शपः विधानं शत्रुप्रत्यये परे. शत्रुप्रत्ययः सार्वधातुकः कर्त्रार्थकः अस्ति, कर्तरि शप् इत्यस्य तदेव निमित्तमस्ति खलु. सार्वधातुके कर्त्रार्थे इति अस्ति, धातुतः सार्वधातुके कर्त्रार्थे. कणस्य उल्लेखः नास्ति कर्तृशप् इति सूत्रे, अतः अत्र शत्रुप्रत्ययः सार्वधातुकः कर्त्रार्थः कर्त्रार्थे सार्वधातुके कर्त्रार्थे इति कृत्वा शपः विधानम्, अतः पट् योगः शप् योगः अत्. यत्र यत्र विकरणप्रत्ययः विधीयते तदानीं प्रथमं विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यम् अस्ति वा इति चिन्तनीयं. शप् इति विकरणप्रत्ययस्य कृते पट् इति अङ्गम् अस्ति जानीमः. तर्हि अत्र पट् योगः अ, शप् प्रत्यये अ इति अवशिष्यते, पट् योगः अ. अत्र पट् इत्यत्र किमपि अङ्गकार्यं भवितुं नार्हति, यतोहि तत्र इक्वर्णः नास्ति अङ्गस्य अन्ते, उपधायां लघु इक्वर्णः अपि नास्ति, अतः किमपि कार्यं नास्ति, अतः केवलं योजनं पट इति अङ्गं, पट इति अङ्गं, सन्धिकार्यमपि नास्ति. अतः प्रथमं सोपानम् अस्ति विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्यम्, अत्र किमपि नास्ति. अनन्तरं सन्धिकार्यम् अस्ति वा इति चेत् तदपि नास्ति, अतः पट इति अङ्गम्. इदानीं पटयोगः अत् इत्यत्र अतो गुणे इति एकं सूत्रमस्ति. सामान्यतया पटयोगः अत् इति वदामः चेत् तत्र अकः सवर्णिदीर्घः इति सामान्यसूत्रमस्ति, तदेव तत्र आगच्छति. पटात् इति रूपं स्यात्, परन्तु तत् सूत्रं प्रबाद्य इत्युक्ते तस्य अपवादः अस्ति, एक्सेप्शन् अस्ति. किमस्ति एक्सेप्शन् इति चेत् अतो गुणे इति एकं सूत्रमस्ति. अतो गुणे इति सूत्रम् अस्माभिः गतवर्गे अपि पठितमस्ति. तत्र सूत्रस्य प्रथमवाक्यम् अत्र सूर्यकुमारी भगिनी पठतु. अतो गुणे अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादशः स्यात्. गुणः इत्युक्ते अ ए ओ. इदं सूत्रं रुद्रेचि अकः सवर्णदीर्घः इत्यनयोः अपवादसूत्रम्. अतः पञ्चम्यन्तं गुणे अनुवृत्ति पठतु भगिनि, केवलम् अनुवृत्ति. अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपं संहितायां अपदान्तात् निमित्तम् अस्ति ह्रस्व अकारः चेत् अतः गुणे सप्तम्यन्तं परवर्णः गुणे वर्णः अस्ति चेत् पूर्वपरयोः एकः पररूपं संहितायां पररूपम् अतः अस्ति अकार एकार ओकार गुणवर्णः वर्णः पूर्वपरयोः एकपररूपम् आदेशः भवति. समीचीनं. तर्हि पटयोगः अत् इत्यत्र किं भवति? पट पूर्व ह्रस्वकारः अस्ति, परः अपि गुणवर्णः अकारः अस्ति, द्वयोः स्थाने परवर्णः अकारः एव तिष्ठति. बहु समीचीनं. रूपं किं भवति? पठति. किं? पठति. पठत् पठत् बहु समीचीनं. समीचीनं. तर्हि पटयोगः अत् इत्यत्र अतो गुणे इति सूत्रं कार्यं करोति इति उक्तम्. तर्हि अतो गुणे इति सूत्रे पदद्वयं वर्तते. अत्र वसन्ति भगिनी वदतु, अतो गुणे इति सूत्रे अतः इत्यस्य कः अर्थः? अकार अवर्णात् अवर्णात् इति अस्ति वा? अवर्णः इत्युक्ते अत्र किम्? किमर्थम् बहु समीचीनम्. अत्र अतः इत्यस्य विभक्तिः का? अतः षष्टिविभक्ति. षष्टि अस्ति वा? अतः स्थाने अस्ति वा अत्र? किं लिखितमस्ति अत्र? पञ्चमी. पञ्चमी अस्ति. पञ्चमी अस्ति इति चेत् किं भवति? पञ्चमी अस्ति चेत् परकार्यं पूर्वकार्यं न किं भवति पञ्चमी अस्ति चेत्? परकार्यम् आर् पूर्वकार्यं परकार्यम् अस्ति. परकार्यम् ओके. अत्र तु अतः इत्यस्मात् पूर्वं कार्यं भवितुं नार्हति खलु? यस् करेक्ट्. अतः परकार्यमस्ति. परकार्यं पञ्चमी इति परकार्यम् अस्ति, सप्तमी इत्युक्ते पूर्वकार्यम्. पूर्वकार्यं. तर्हि अत्र अतः इति अतः इति पञ्चम्यन्तम् अस्ति. अवर्णस्य पञ्चमी अस्ति चेत् किं भवति? अवर्णस्य पञ्चमी अतः अवर्णस्य पञ्चमी अतः इति कथं भवति? अत्र तु अत् इत्यस्य पञ्चमी अतः इति उक्तम्. अवर्णस्य पञ्चमी किं भवति? राम राम इति अकारान्तशब्दः अस्ति, तस्य पञ्चमी किम्? ओके रामात् अवर्ण अस्ति चेत् आत् आत् इति स्यात्, अत्र आत् इति नास्ति. यदि आत् गुण आत् गुणे इति उक्तं चेत् तर्हि तत्र अवर्णः इत्युक्ते सर्वेषाम् अकाराणां ग्रहणं, सर्वेषां सवर्णानां ग्रहणम् इति वयं ज्ञातुं शक्नुमः. परन्तु अत्र तपरकरणं कृतमस्ति, अतः अतः इति उक्तम्. अत् इति हलन्तशब्दः अस्ति, तस्य पञ्चमी अस्ति अतः. अतः अतः इत्यनेन केवलं ह्रस्वकारस्य ग्रहणं. गुणः इत्युक्ते किम्? गुणः प्रथमा विभक्ति, गुण लेटर् गुणः प्रथमविभक्तिः वा? कुत्र अस्ति प्रथमविभक्तिः? सूत्रे किम् अस्ति? अथो गुणे सप्तमी, सोरि अथो गुणे सप्तमी इत्युक्ते किम्? सप्तमी इत्युक्ते पूर्वकार्यं. हा पूर्वकार्यम् अस्तु. इदानीं तत्र गुणः इत्युक्ते किम्? गुणः इत्युक्ते अत्र गुणे इति उक्तं, गुणे इत्यस्य कः अर्थः इति कथं जानीमः? गुणे गुणे सप्तमी विभक्ति, सो गुण लेटर् पूर्वभागस्य गुण लेटर् केते गुण गुणसंज्ञकवर्णाः? गुणसंज्ञ आ अत्र लिखितमस्ति खलु, अ ए ओ. कथं जानीमः गुणः इति तत्र? उमा भगिनी जानाति वा? गुणः इति गुणः इत्युक्ते अ ए ओ इति कथं जानीमः इति प्रश्नः. इक् वर्णस्य सोरि इक् प्रत्याहारे गुणवर्णाः अ ए ओ इति. इक् प्रत्याहारे एकारः अस्ति वा? भवती भवती गुणकार्यम् इति चिन्तयति. अत्र मीना भगिनी वदतु. गुण केषां वर्णानां गुण इति गुणः इति संज्ञा भवति इति चेत् अ ए ओ. तर्हि कथं जानीमः इति चेत् अत् एङ् गुणः अदेङ् गुणः इति सूत्रमस्ति. अदेङ् गुणः इत्युक्ते अत् एङ् एङ् इत्युक्ते एङ् इति प्रत्याहारः, अत् इत्युक्ते ह्रस्वकारः, ह्रस्वकारः एङ् ए ओ एतेषां गुणसंज्ञा भवति इति संज्ञासूत्रमस्ति. अत् अदेङ् गुणः, अदेङ् गुणः इति सूत्रेण गुणसंज्ञा कस्य भवति, केषां भवति इति वयं जानीमः. अपि च तत्र वृद्धिसंज्ञा केषां भवति इति कथं जानीमः मीना भगिनि? वृद्धिरादैच् इति प्रथमसूत्रं. हा वृद्धिरादैच् इति अस्ति सूत्रम्. हा वृद्धिः आत् ऐच् प्रत्याहारः ऐ ओ. हा आत् इत्युक्ते ऐ औ, ऐ औ. हा वृद्धिराद ऐच् ऐच् इत्युक्ते ऐ औ, आत् इत्युक्ते आकारः. आत् इत्युक्ते आकारः तत्र. तर्हि वृद्धिसंज्ञा केषां भवति इत्युक्ते आकारः, ऐकारः, औकारः एतेषां त्रयाणां वृद्धिसंज्ञा, गुणसंज्ञा अकारः, एकारः, औकारः. हा समीचीनम्. इदानीम् अत्र अतो गुणे इति सूत्रे अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपं संहितायां इति उक्तं. तर्हि अत्र प्रथममस्ति अपदान्तात्, अपदान्तात् अतः इत्युक्ते अत्वर्णः ह्रस्वकारः कुत्र भवेत् इति चेत् पदान्ते न स्यात्, पदस्य अन्ते अस्ति चेत् कार्यं न भवति. अतः अपदान्ते, अपदान्ते इति वदनेन किमस्ति इति चेत् पदनिर्माणवेलायां, पदनिर्माणवेलायां इदं कार्यं भवति. पदनिर्माणवेलायाम् अपदान्त अत्वर्णः अस्ति, तस्य अनन्तरं गुणसंज्ञकः वर्णः इत्युक्ते अकारः एकारः ओकारः एतेषु कश्चन वर्णः अस्ति चेत् तदानीं पूर्वपरयोः पररूपादेशः भवति द्वयोः स्थाने. अत्र पूर्वपरयोः इति उक्तं, पूर्वपरयोः इत्युक्ते कस्यचित् स्थाने नास्ति, अत्र द्वयोः स्थाने, द्वयोः स्थाने, पूर्वपरयोः इत्युक्ते द्वयोः स्थाने. अतः अत्र अस्मिन् सूत्रे स्थाने न उक्तम्, अतः स्थाने नास्ति, गुणस्य स्थाने नास्ति, द्वयोः स्थाने. अतः पूर्वपरयोः इति उक्तम्. अस्मिन् सूत्रे पञ्चमी अस्ति, सप्तमी अस्ति, परन्तु षष्ठी नास्ति अस्मिन् सूत्रे. अत्र कथम् अन्वयः भवति इति चेत् अपदान्तात् अतः गुणे परे पूर्वपरयोः अत्वर्णस्य अपि च गुणसंज्ञकवर्णस्य अनयोः स्थाने एकः पररूपादेशः भवति. इत्युक्ते पररूपं किम् अस्ति, गुणसंज्ञकवर्णः एव पररूपम् अस्ति, तस्य आदेशः भवति. तर्हि पटयोगः अत् इति स्थितिः अस्ति चेत् पट इति, पट इत्यत्र अन्ते अकारः अस्ति, पट इति पदं नास्ति, अपदम् अस्ति, पट इति पदं नास्ति. किम, कथं जानीमः पदं नास्ति इति? विमलभगिनी वदतु. अस्तु, सुप्तिङ्गन्तम् एव पदम्. अत्र सुबन्तमस्ति वा तिङन्तम् अस्ति वा पट इति? पट इति अङ्गम् अस्ति, अतः सुबन्तमपि नास्ति, तिङन्तमपि नास्ति. अतः अपदम् अस्ति, अपदम् अस्ति इति कृत्वा अपदन्, अपदान्ते अत्वर्णः अस्ति, ह्रस्वकारः अस्ति पट इत्यत्र. तस्य अनन्तरम् अत् इति शत्रुप्रत्ययः अस्ति. अत् इत्यत्र अकारः, अकारः गुणसंज्ञकवर्णः अस्ति, अ ए ओ एतेषु कश्चन वर्णः. तर्हि पटयोगः अत् इत्यत्र, अत् इत्यत्र अकारः, ह्रस्व, ह्रस्वकारः गुणसंज्ञकः अस्ति. इदानीं तर्हि अयोगः अ, पट इत्यत्र अ, अनन्तरम् अत् इत्यत्र अ, अयोगः अ इत्यत्र पूर्वपरयोः पररूपम् आदेशः भवति. इत्युक्ते गुणसंज्ञकवर्णः द्वयोः स्थाने आगच्छति, अतः तत्र पटत् इति रूपं निष्पन्नं भवति. बुद्धं वा सर्वैः? प्रश्नः अस्ति भगिनि, मया मनसि, मम मनसि किञ्चित् भ्रमम् अस्ति आसीत्, किञ्चित् उच्चैः वदतु. मम मनसि भ्रमम् आसीत् यतोहि पदान्त इत्युक्ते पदस्य अन्ते, यदि वयं पठ इति गृह्णीमः, पठस्य अन्तिमवर्णः अ अस्ति, अपदान्त पठ इति पदमस्ति वा? अस्तु अस्तु, नास्ति खलु, तदेव तत्र मम, स एव मम प्रश्नः आसीत् खलु, पट इति पदमस्ति वा इति चेत् न, पट इति पदं नास्ति. किमर्थं नास्ति? अत्र सूत्रमस्ति सुप्तिङ्गन्तं पदम्, सुबन्तम् अस्ति वा तिङन्तम् अस्ति वा इति चिन्तनीयं. यस्य अन्ते सुबन्तम् अस्ति तद् पदं, यस्य अन्ते तिङन्तम् अस्ति तत् पदं. पटत् इत्यत्र सुबन्तमपि नास्ति, तिङन्तमपि नास्ति. पट इत्यत्र तिङ् प्रत्ययः अपि नास्ति, सुप्रत्ययः अपि नास्ति, अतः पट इति पदं नास्ति. अस्तु, धन्यवादः. एकः प्रश्नः, पठः, पठः अङ्गसहित अस्ति, अतः पठ ठ कुत्र अस्ति? पटः कुत्र अस्ति? विसर्गः न, अहं विसर्ग अहं न वदामि, पठ अहं वदामि, पठ पठ पठ अङ्गसहित, अतः पठ छ हलन्त योगा अ, तर्हि योगा अत, अथ द्वयस्थाने अस्ति अङ्गरहित अस्ति अपि च अत् प्रत्ययः अस्ति अतः द्वयस्थाने पूर्वरूपम् अपि च पररूपम् अहं सम्यक् न अवगच्छामि मम प्रश्नः पूर्वरूपम् इदानीं पटयोगः अत् इत्यत्र पर द्वयोः स्थाने पररूपम् इत्युक्तं पररूपम् इत्युक्ते किम् अस्ति तत्र अयोगः अ इत्यत्र पररूपं किमस्ति अत्र एकः अस्ति एकः इदानीं तत्र चिन्तयतु अत्र वर्णद्वयम् अस्ति अयोगः अ एकः अस्ति प्रथमः वर्णः अन्यः अस्ति द्वितीयः वर्णः द्वितीयवर्णस्य कृते किमस्ति पूर्वम् अकारद्वयम् अस्ति अकारद्वयं द्वितीयपर अस्ति प्रथमपूर्व अस्ति वा न पूर्ववर्णः अस्ति अ प्रथमवर्णः अस्ति अ द्वितीयवर् प्रथमवर्णस्य कृते पररूपं किम् अस्ति परवर्णः कः प्रथमवर्णस्य प्रति पररूप द्वितीय अस्ति हा द्वितीयकारः एवमेव अत्र अ अ इति अस्ति चेत् किञ्चित् भ्रमः अस्ति इति चिन्तयतु इदानीम् अ अपि च इ इति चिन्तयतु अस्माकम् अवगमनार्थम् अ इति प्रथमः वर्णः इ इति द्वितीयवर्णः द्वितीयवर्णस्य कृते पूर्ववर्णः अस्ति अकारः अकारस्य कृते परवर्णः कः ईकारः ईकारः तर्हि इदानीम् अत्र सूत्रेषु अयोगः इ इति अस्ति चेत् द्वयोः स्थाने पररूपम् इति चेत् अयोगः इ अनयोः स्थाने पररूपं किम् अस्ति परवर्णः कः इकारादेशः भवति इति अर्थः इदानीं इदानीम् अयोगः इ इदानीं कस्मिंश्चित् सूत्रे अनयोः वर्णयोः पूर्वपरयोः पूर्वरूपादेशः भवति इति चेत् तत्र कः वर्णः भवति तर्हि पूर्वरूप आदेशः भवति अथ आयाति सत्यं तावदेव तत्र पूर्वरूपम् इत्युक्ते तदेव यत्र द्वयोः स्थाने अत्र द्वयोः स्थाने कथं जानीमः इति चेत् सूत्रेषु पूर्वपरयोः इत्यस्य अधिकारः अस्ति यत्र यत्र पूर्वपरयोः इत्यस्य अधिकारः अस्ति तत्र एव पूर्वस्य परस्य द्वयोः स्थाने आदेशः भवति इत्युक्ते सामान्यतया सन्धिकार्यवेलायाम् एव एतादृशकार्यं भवति सर्वत्र नास्ति इदानीम् इको यणचि इति सूत्रं पश्यामः चेत् इकः स्थाने यण् अचि परे तत्र तु पूर्वपरयोः इति नास्ति एकस्य स्थाने एव अस्ति परन्तु कानिचन सूत्राणि सन्ति यत्र पूर्वपरयोः आदेशः भवति पररूपं वा भवति नो चेत् पूर्वरूपं वा भवितुम् अर्हति बुद्धं वा धन्यवादः अस्तु अस्तु इदानीम् अग्रे सरेम इदानीम् अदादौ इदानीं द्वितीयः गणः विजयलक्ष्मी विलम्बेन आगतवती नमस्कारः नमस्कारः भगिनि अन्य कोऽपि अस्ति वा नमस्ते भगिनि नमस्ते भगिनि गीता अस्मि गीता भगिनि नमस्ते वासुदेवन् महोदय नमस्ते अस्तु इदानीम् अरुणा भगिनि नमस्कार भगिनि किं किं मित्राणि सन्ति गृहे केवलं शृणोमि अस्तु अस्तु नास्ति नास्ति चिन्ता अस्तु इदानीम् अग्रे सरेम अत्र गीता भगिनी पठतु अग्रे भगिनि अदादौ वच् योगः अत् कर्तरि शत् वच् योगः शप् अत् अधिप्रभृतिभ्यः शपः इत्यनेन शपः लुक् लोपः वच् योगः अत् वचत् इति प्रातिपदिकं वचन् वचन्ति इति रूपाणि भवन्ति अत्र अदादिगणे वच् धातु वच् धातुः दत्तम् अत्योग कर्तरि शप् विकरणप्रत्यय आयाति अधिप्रभृतिभ्यः शपः अहं न जानामि भगिनि इत्यनेन शपः लुक् भवति शप् लुक् भवति चेत् वच् योगः अत् इति भूत्वा वचत् इति प्रातिपदिकं निष्पद्यते तदनन्तरं स्त्रीलिङ्गे पुल्लिङ्गे वचन्ति वचन् इति भवति. अत्र वस्तुतः अत्र अदादिगणे अदादिगणे विकरणप्रत्ययः कः? शप् शप् लुक् भवति. शप् इति कथं जानीमः? शप् इति कथं जानीमः? कर्तरि शप् इति कारणात् इति मन्ये. कर्तरि शप् इति सूत्रस्य प्रसक्तिः अत्र अस्ति. किमर्थम्? किमर्थं धातुः इदानीम् अदादिगणे अस्ति. कर्तरि शप् इति सूत्रं तु सामान्यतया भुवादिगणे एव भवति खलु. किमर्थम् अत्र इति प्रश्नः खलु. कर्तरि शप् इति कर्त्रार्थे शप् कर्तरि शप् इति अप्लिकबल् इति मन्ये. इत्युक्ते अत्र उत्तरं किम् इति चेत् कर्तरि शप् इति सूत्रे गणस्य उल्लेखः नास्ति. कर्तरि शप् इति अत्र कुत्रचित् गणस्य उल्लेखः अस्ति वा? नास्ति. नास्ति खलु. अतः कर्तरि शप् इति सूत्रे यत्र यत्र सार्वधातुकप्रत्ययः अस्ति कर्त्रार्थे अस्ति तत्र सर्वत्र कर्तरि शप् इति आगन्तुं शक्नोति. यतोहि गणस्य उल्लेखः नास्ति सूत्रे. अतः अदादिगणे अपि कर्तरि शप् इति सूत्रस्य प्रसक्तिः अस्ति. यतोहि अत् इति प्रत्ययः सार्वधातुकः अपि अस्ति कर्त्रार्थे अपि अस्ति. तर्हि इदानीं वच् योगः शप् योगः अत् इति अस्ति. इदानीं तत्र अदादिगणे भगिनि किञ्चित् प्रतिध्वनिः अस्ति भगिनि, कृपया म्यूट् करोतु. तर्हि अदादिगणे अदिप्रभृतिभ्यः शपः इति सूत्रेण अदादिगणे अदादिगणे अदि इति उक्तत्वा तत्र अदादिगणीयधातुः अदादिगणीयधातवः ये सन्ति तेभ्यः शपः लुक् भवति. शपः लुक् भवति इति कृत्वा तत्र शप् इति प्रत्ययस्य लोपः जायते. अतः वच् योगः अत् इति अस्ति. इदानीं वच् योगः अत् इत्यत्र किमपि नास्ति, केवलं वर्णमेलनं वचत् इति प्रातिपदिकं. वचत् इति प्रातिपदिकं, वचन् इति पुल्लिङ्गे, वचति इति स्त्रीलिङ्गे इति मन्ये. वचति इति स्त्रीलिङ्गे इति मन्ये तत्र नुम् नास्ति इति मम भाति. प्रश्नः अस्ति वा? न भगिनि, अस्तु. अस्तु भगिनि, नास्ति भगिनि. वचन्ति वचन्ति वचति एव वचन्ति नुम् नास्ति. नुम् नास्ति इति मम भाति. वचति इति एव भवति इति मम भाति. अनन्तरं तत्र केन सूत्रेण इत्युक्ते नुम् नास्ति इति तदर्थं सूत्रं नास्ति. यत्र नुम् भवति तदर्थं सूत्रमस्ति. यत्र नुम् भवति इत्युक्ते तत्र सूत्रद्वयम् एव अस्ति. यत्र नुम् भवति इत्युक्ते शप्ष्यणोर्नित्यम् इति एकं सूत्रमस्ति. तदनन्तरम् अचिनद्योर्नुम् इति अन्यत् सूत्रमस्ति. सूत्रद्वयमपि अत्र कार्यं न करोति. यतोहि अत्र अदन्तम् अङ्गं नास्ति, अवर्णान्त अङ्गं नास्ति. शप्ष्यणोर्नित्यम् इत्यत्र शबन्तम् अङ्गम् अस्ति चेदेव नुमागमः भवति स्त्रीलिङ्गे. अत्र तु शप् इत्यस्य लुक् एव जातः खलु. अतः शप् नास्ति. अतः शप्ष्यणोर्नित्यम् इति सूत्रस्य प्रसक्तिः नास्ति. अचिनद्योर्णुम् इति सूत्रस्यापि प्रसक्तिः नास्ति अत्र, यतोहि अत्र अवर्णान्त अङ्गं नास्ति, वच इति अङ्गं नास्ति. वच इति अङ्गम् अस्ति चेत् तदानीं नुम् भवितुम् अर्हति, अत्र तु वच इति अङ्गं नास्ति, शपः लोपः जातः, अतः वचति इति प्रातिपदिकम्. किमर्थम् अत्र वचन्ति अस्ति तत्र? मुद्रणदोषः. हा, दृष्टवती वा? आम्, बहु समीचीनम्. अस्तु, समीचीनं. श्रोतं किम् आचि श्नाश्नोर्नित्यम् अन्यसूत्रम् आचि न श्ना नास्ति, शप् श्यनोर्नित्यम् इति एकं सूत्रम्, अनन्तरम् आचीनद्योर्णुम्. अस्तु, अग्रे सर्वे इदानीम् अग्रे तत्र कः पठति? वासुदेवन् महोदय पठति वा? आं पठामि, पठामि. जुहोत्यादिधातु दा योगः अत्, कर्तरि शप् दा योगः शप् योगः अत्, जुहोत्यादिभ्यः स्लुः इत्यनेन शपः स्लुः लोभः भवति, ददत् इति रूपं भवति, ददत् ददति, नाभ्यस्तात् शधुः इत्यनेन अभ्यस्तसंज्ञकात् शतुर्कृत्येनुम् आगमो न भवति. किमर्थं नुं न भवति इति विवृणोति, चतुर्प्रत्ययस्य नुं न आगमः न भवति यदा यतः अभ्यस्तसंज्ञः अभ्यस्तसंज्ञा अस्ति इति कारणेन, इति कारणेन नुं न आगमिष्यति, आगमिष्यति. ददत्येव, ददति एव रूपं स्त्रीलिङ्गे, पुल्लिङ्गे ददत् इति रूपं. ज्योत्यादिभ्यः स्लुः शपः प्रतिपाद्य श्लुक् लुक् भवति, श्लुः लोभः. शपः प्रबाद्य, शपः प्रबाद्य इति नास्ति, शप् विधानं भवति तदनन्तरं ज्योत्यादिभ्यः श्लु इत्यनेन प्रत्ययस्य श्लु भवति. आम् आम् इत्येवम् एवम् एवं विधम्. अस्तु, अत्र पश्यतु एकवारं, समीचीनं, कृपया म्यूट् करोतु. इदानीं तत्र जुहोत्यादिगणः इति तृतीयगणः अस्ति, तत्र दा इति धातुः अस्ति. सामान्यतया तत्र तिङन्तप्रसङ्गे जुहोत्यादिगणे तत्र किं भवति? द्वित्वं भवति खलु, अत्रापि द्वित्वम् अस्ति. सार्वधातुकप्रक्रियायां द्वित्वं भवति, तत्र तिङन्तप्रसङ्गे यथा द्वित्वम् अस्ति अत्रापि द्वित्वम् अस्ति, अतः एव दद इति अस्ति. दद इति अङ्गमस्ति, ददयोगः, ददयोगः शप् योगः अत्. दद दादा इति द्वित्वं भूत्वा प्रथमपूर्वभागस्य ह्रस्वत्वम्, अतः ददा ददायोगः शप् योगः अत्. इदानीं जुहोत्यादिभ्यः श्लुः इति सूत्रेण शपः श्लुः भवति, शपः लोपः भवति, अतः ददायोगः अत् इति अस्ति. ददायोगः अत् किमर्थं ददात् इति नास्ति चेत् तत्र अतोगुणे इत्यस्य कार्यं नास्ति, अत्र ददायोगः अत् इति सन्दर्भे भिन्नं सूत्रमस्ति, भिन्नं सूत्रमस्ति येन यथा तत्र ददाति इति रूपमस्ति, तत्र बहुवचने किं भवति? ददति इति रूपमस्ति खलु बहुवचने, ददाति, दत्तः, ददति, ददति. यथा ददति इत्यत्र ददायोगः अति इति प्रत्ययः ददाति इति रूपं नास्ति, तत्र ददा इत्यस्य अकारस्य आकारस्य लोपः भवति श्नाभ्यस्तयोरातः सूत्रमस्ति, इत्यनेन आकारस्य लोपः भवति, अतः ददत् इति प्रातिपदिकम् अस्ति. ददत् इति प्रातिपदिकं पुल्लिङ्गे नपुंसकलिङ्गे उभयत्र ददत् इति एव रूपमस्ति, ददत् इति एव अस्ति प्रथमभक्तव्यक्वचने. स्त्रीलिङ्गे ददति इति अस्ति. अत्र किम् उक्तम् इति चेत् पुल्लिङ्गे पुल्लिङ्गे सर्वेषु गणेषु नुमागमः दृश्यते, केवलं जुहोत्यादिगणे एव नुमागमः नास्ति. सर्वेषु गणेषु धातुः यस्मिन् कस्मिन्नपि गणे भवतु, सामान्यतया नुमागमः दृश्यते केवलं यत्र अभ्यस्तसंज्ञा अस्ति, इत्युक्ते जुहोत्यादिगणे. अपि च केचन धातवः सन्ति, विशिष्टधातवः, केवलं तेषाम् एव नुमागमः न भवति पुल्लिङ्गे. अतः सर्वत्र नुमागमः दृश्यते. तर्हि अत्र ददति इति पुल्लिङ्गे रूपम् अस्ति, तत्र नुमागमः नास्ति. तदर्थं तत्र सूत्रं दत्तमस्ति, नाभ्यस्थात् शतुः, न अभ्यस्तात् शतुः इति अस्ति. न अभ्यस्तात् शतुः इत्यनेन यः नुमागमः भवितुम् अर्हति पुल्लिङ्गे तस्य निषेधः अस्ति अत्र. अतः ददत् इति एव रूपमस्ति अत्र, नुमागमः नास्ति. तर्हि तत्र सूत्रस्य विवरणम् अत्र न उक्तं, यतोहि अत्र अस्माकं कार्यम् अत्र शत्रुप्रत्ययानां रूपाणां साधनम् अस्माकं कार्यं नास्ति. अस्माकं कार्यं किम् अत्र इति चेत्, सार्वधातुकप्रक्रिया कथं भवति कृत् प्रत्ययानाम् इत्येव अवगमनमेव. किञ्चित् आस्वादः भवतु, तत्र विस्तृतरूपेण अध्ययनं नास्ति अत्र, अतः विवरणं न दत्तम्. तर्हि अस्माकम् अवगमनं किम् इति चेत्, अत्र यथा सार्वधातुकप्रक्रियायां भवति कार्यम्, अत्रापि तथा एव भवति. ददति इति क्रियापदरूपमस्ति लट्लकारे बहुवचने, तत्र यथा ददति इति अस्ति, अत्रापि तथैव ददत् इति एव अस्ति. बहुवचने पुल्लिङ्गे बहुवचने सामान्यतया लट्लकारे अन्ति इति प्रत्ययः भवति, पठन्ति, गच्छन्ति, खादन्ति इत्यादयः भवन्ति. तत्र अन्ति इति प्रत्ययं निष्कास्य अत् इति स्थापयामः चेत् अस्माकं रूपं सिद्ध्यति अत्र, प्रातिपदिकं सिद्ध्यति. अस्तु भगिनि, भगिनि किञ्चित् श्लू अनन्तरं श्लू अनन्तरं लुक् अस्ति खलु, तत् तस्य किञ्चित् विवरणं दास्यति वा? हा, इत्युक्ते प्रत्ययस्य यदा लोपः इति वदामः चेत्, प्रत्ययस्य लोपः कथं भवति इति अस्ति इति चेत्, प्रत्ययस्य श्लू लुप् लुकः लुक् श्लू लुपः इति अस्ति. प्रत्ययस्य लुक् श्लू लुपः अस्ति इत्युक्ते लोपः इत्यस्य भिन्नभिन्ननामकरणम् अस्ति. लुक् भवितुमर्हति, श्लू भवितुमर्हति. यत्र श्लू इत्यनेन प्रत्ययस्य लोपः अस्ति, तत्र तु द्वित्वं भवति. श्लू इति यत्र अस्ति प्रत्ययस्य लोपः श्लू इत्यनेन भवति, तत्र द्वित्वं भवति. यथा जुहोत्यादिगणे, जुहोत्यादिगणे शप्रत्ययस्य श्लू भवति, श्लू भवति इति कृत्वा एव तत्र द्वित्वं भवति. श्लू इत्यस्य महत्त्वं किम् इति चेत् द्वित्वम्. लुक् इत्यस्य महत्त्वं किम् इति चेत्, लुक् निमित्तीकृत्य कानिचन कार्याणि भवन्ति. यथा अत्र उदाहरणार्थं यु इति धातुः अस्ति अदादिगणे, यु योगः तिङ् प्रत्ययः, तत्र यु योगः तिङ् प्रत्ययः, कर्तरी शप् इति आगच्छति अदादिगणे. यथा इदानीमेव अस्माभिः दृष्टम् अत्र तिङन्तप्रसङ्गे अपि कर्तरी शप् इति आगच्छति. यु इति धातुः अदादिगणे अस्ति इति कृत्वा तत्र तत्र शपः लुक् भवति. तर्हि यु योगः ति इति अवशिष्यते. इदानीं यु योगः ति इत्यत्र रूपं कोऽपि जानाति वा? यु योगः ति इत्यत्र रूपं किं भवति? यौति यौति भवितव्यं, यौति इति भवितव्यं, पित् अस्ति तस्मात् गुणः भवितव्यं, यौति इति भवितव्यम्. परन्तु रूपं किमस्ति? परन्तरूपं यौति इति अस्ति खलु, यौति इति रूपमस्ति. किमर्थं वृद्धि भवति तत्र? हा, किमर्थं वृद्धि भवति इति चेत्, अत्र प्रत्ययस्य लुक् अभवत्, लुक् अभवत् खलु, तत्र शपः लुक् अभवत्. तर्हि लुक् निमित्तीकृत्य अत्र विशिष्टकार्यम् अस्ति. उतो वृद्धिर्लुकि हलि इति एकं सूत्रमस्ति, उतो वृद्धिर्लुकि हलि इति एकं सूत्रमस्ति. यत्र प्रत्ययस्य लुक् भवति, तत्र लुक् निमित्तीकृत्य कानिचन कार्याणि भवन्ति. अतः तत्र गुणं प्रबाद्य वृद्धिः भवति हलिपरे हलादिप्रत्यये परे गुणः भवति हलादिपिति गुणः वृद्धिः भवति अतः यौति भवति तदेव तत्र महत्त्वमस्ति भगिनि भगिनी कृपया एकवारं पुनरपि ददा कथं दद् भवति ददा कत् दद् भवति इति चेत् अहं वदामि शुद्धं वा न वा वदतु भगिनि दादा भवति तत्र ददा भवति स्नाभ्यस्तयोः स्नाभ्यस्तयोः लोपः ददा भवति तदनन्तरं ददा आकारयोगः अत् भवति अतो गुणे इति सूत्रेण ददत् भवति वा न तथा नास्ति भगिनि तथा नास्ति पश्यतु अत्र ददायोगः अत् इति अस्ति खलु इदानीं तत्र श्नाभ्यस्तयोरातः इति सूत्रं किं वदति इति चेत् श्नाप्रत्यान्तमङ्गम् अथवा अभ्यस्त अङ्गम् जुहोत्यादिगणे तत्र सर्वेषाम् अङ्गस्य अभ्याससंज्ञा भवति खलु तर्हि द्वयोः अङ्गस्य तत्र पूर्वभागस्य अभ्याससंज्ञा भवति जुहोत्यादिगणे इदानीं दा इति धातुः अस्ति तत्र द्वित्वं भवति दादा इति द्वित्वं प्रथमभागः अस्ति दा इति भागः तस्य अभ्याससंज्ञा अस्ति पूर्वोऽभ्यासः इत्यनेन अभ्याससंज्ञा अस्ति प्रथमभागस्य अभ्यासः इति संज्ञा अस्ति तर्हि दादा इति अस्ति इदानीं द्वयोः मिलित्वा दादा इति द्वयोः मिलित्वा यत् अङ्गमस्ति तस्य अभ्यस्तसंज्ञा अस्ति अभ्यस्तसंज्ञा अस्ति तर्हि इदानीं दादा इत्यस्य अभ्यस्तसंज्ञा अस्ति तादृश अङ्गस्य आकारस्य लोपः भवति कदा भवति सार्वधातुके एकक्षणं भगिनि सार्वधातुके कित् नित् प्रत्यये परे आकारस्य लोपः भवति सार्वधातुके कित् नित् प्रत्यये परे अत्र प्रथम अङ्गस्य आकारः अभ्यस्तसंज्ञकस्य अङ्गस्य आकारस्य लोपः भवति सार्वधातुके किति निति प्रत्यये परे तर्हि अत्र अस्माकम् अत् इति प्रत्ययः कीदृशः अत्र उषाभगिनी वदतु भगिनि अत् इति सार्वधातुके हा सार्वधातुकप्रत्ययः पुनः कीदृशः कर्त्रार्थे कर्त्रार्थे अस्ति पुनः कृत् प्रत्ययः कृत् प्रत्ययः सार्वधातुकप्रत्ययः अस्ति चेत् तत्र किं भवितुमर्हति अस्माभिः पूर्वस्मिन् पाठे एकक्षणं पूर्वस्मिन् पाठे अस्माभिः चर्चितं सार्वधातुकप्रत्ययः अस्ति चेत् द्विविधः अस्ति किमस्ति तिंक्षित् सार्वधातुकं सार्वधातुकम् इति जानीमः तिंक्षित् सार्वधातुकम् इति जानीमः तद् ततः अग्रे सार्वधातुकप्रत्ययः अस्ति चेत् पित्वा अपित्वा इति भवति अपित् अस्ति चेत् निद्वत् भवति तर्हि अत्र नित् अस्ति इति कृत्वा प्रत्ययः नित् अस्ति इति कृत्वा आकारस्य लोपः भवति अतः ददत् इति रूपम् स्नाभ्यस्तयोरातः इति सूत्रेण बुद्धं वा विशिष्टकार्यम् अस्ति अत्र विशिष्टकार्यम् अस्ति ददत् इति रूपसाधनार्थं विशिष्टकार्यम् अस्ति एतादृशसूत्राणां विवरणम् अग्रे वयं निश्चयेन पठामः अत्र न दत्तमस्ति अत्र न आवश्यकम् इति कृत्वा न दत्तमस्ति परन्तु एतेषां सर्वेषां सूत्राणां विवरणम् अग्रे निश्चयेन पठामः अस्तु अत्र प्रश्नः अस्ति वा भ्रमः अस्ति वा अतः एव तत्र किञ्चित् अधिकं न वदामि यतोहि अत्र विवरणं नास्ति अस्माकं पुरतः अतः अधिकं विवरणं ददामि चेत् अत्र केषाञ्चित् भ्रमः भवितुम् अर्हति गीताञ्जलिभगिनी बुद्धं वा? आं भगिनि, स्थूलरूपं तु बुद्धं, किन्तु के के सूत्राणि, कानि कानि सूत्राणि, विशिष्टकार्याणि तु न अवगतम्. हा, अस्ति चिन्ता. अत्र ददत् इति रूपम् आकारस्य लोपः भूत्वा भवति केनचित् सूत्रेण, केनचित् सूत्रेण आकारस्य लोपः भूत्वा ददत् इति रूपम् अस्ति अत्र. अत्र प्रक्रिया कथम् अस्ति इति चेत्, जुहोत्यादिगणे यदा रूपं भवति साधयितुम् इच्छति, ददति इति रूपं साधयितुम् इच्छति प्रथमपुरुषे बहुवचने, तदानीं भवति किं किं करोति, तत्र कानि कानि सोपानानि सन्ति, तानि एव सोपानानि अत्रापि सन्ति कृत् प्रत्ययस्य अवसरे अपि इति तावदवगच्छति चेत् पर्याप्तम्. अस्तु भगिनि, अस्तु, तर्हि इदानीम् अग्रे गच्छेम. पमेला भगिनी अग्रे पठतु विवादौ. आं भगिनि, दिवादौ नश् योग अत् कर्तरि शप्, नश् योग शप् योग अत् दिवादिभ्य शन् इत्यनेन शपं प्रबाद्य शन्, नश् योग शन् योग अत् अनुबन्धलोपे नश् योग य योग अत् नश् नश्य योग अत् अतो गुणे नश् नश्य नश्य योग अत् नश्यत् प्रातिपदिकं, नश्यन् पुल्लिङ्गे नश्यन्ति इति स्त्रीलिङ्गे, तत्र दिवादिभ्य दिवा नश् धातु अस्ति, दिवादिगणधातु. अधुना शत्रु प्रत्यय योजनेन कर्तरि शप् इत्यनेन शपायति, शपं प्रबाद्य दिवादिभ्य शन् इति शन् प्रत्ययं मध्ये आयाति, शकारस्य लशकत्व तद्धिते इत्यनेन लुक् भवति, नकारस्य हलन्त्यम् इत्यनेन य एव अवशिष्यते, नश् योग य योग अत् नश् य योग अत् अधुना अतो गुणे इत्यनेन पररूपम् एकादेश भूत्वा नश्य योग अत् नश्यत् इति प्रातिपदिकं सिद्ध्यति, पुलिङ्गे नश्यन् स्त्रीलिङ्गे नश्यन्ति. बहु समीचीनं, तथैव अस्ति अत्र. यथा भुवादौ अस्माभिः चर्चितं तथैव अस्ति अत्र. अतो गुणे तस्य कार्यमस्ति, पररूपादेशः भवति. स्पष्टं वा सर्वेषां कृते? अस्तु अस्तु, अग्रे लक्ष्मी भगिनी अग्रे पठतु. धन्यवादः. आं भगिनि, सुवादौ आप् योग अत् कर्त्री शप् आप् योग शप् योग अत् स्वादिभ्यः श्नु श्नुः इत्यनेन शपं प्रबाद्य श्नु, आप् योग श्नु योग अत् अनुबन्धलोपे आप् योग नु योग अत् आप्नु योग अत् आप्नुवत् इति प्रातिपदिकम्, आप्नुवन् पुल्लिङ्गे, आप्नुवती इति स्त्रीलिङ्गरूपम्. अत्र स्वादिगणे आप् इति धातुः स्वीकुर्मः चेत् शत्रुप्रत्ययः परे अस्ति चेत् कर्तृशप् इति सूत्रेण शप् मध्ये आयाति, आप् योग शप् योग अत् इति स्थितौ, स्वादिभ्यः श्नु इति शप् प्रबाद्य श्नु प्रत्ययः आगच्छति, अतः आप् योग श्नु योग अत् इति भवति, शकारस्य उकारस्य च लोपः भवति, अनुबन्धलोपानन्तरम् आप् योग नु योग अत् इति स्थितौ, आप्नु योग अत् तत्र केवलं वर्णमेलनम् आप्नुवत् इति अन्तिमरूपम्. कुत्र अस्ति वर्णमेलनं? आप्नु योगः न, तत्र इकोयणचि आगच्छति, न इकोयणचि इति भवति चेत् किं भवति? तत्र उकारस्य स्थाने वकारः आगच्छति, परन्तु अत्र तत्र तदपि नास्ति, तदपि नास्ति वत् इति आप्नुवत्. परन्तु आप् इति तत्र तिङन्तं रूपं कथं भवति? आप्नोति इति तत्र गुणः भवति. आप्नोति, तदनन्तरं द्विवचने आप्नुतः आप्नुवन्ति, आप्नुवन्ति इति अस्ति खलु, आप्नुवन्ति इति अस्ति, तत्र अन्ति इत्यस्य स्थाने अत् इति स्थापयामः चेत् आप्नुवत्. सत्यं, किन्तु तत्र वकारः कुतः, वकारः कुतः इति चेत् तत्र सत्यं, तत्र आप्नुयोगः अति इत्यत्र अचिष्णु धातु ब्रुवां योर् यङ् यङ् वङ्ग इति सूत्रेण उवङ्ग् इति आदेशः भवति. सत्यं, इति आदेशः भवति अजादिपरे इति कृत्वा. यण् सन्धि प्रबाद्य प्रथमं तत्र वस्तुतः सरधातुकार्धधातुकयोः इत्यनेन गुणः भवितुम् अर्हति, परन्तु अत् इति प्रत्ययः अपित् अस्ति, अतः गुणनिषेधः, गुणकार्यं न भवति अत्र. तर्हि तत्र सामान्यसूत्रं किमिति चेत् इको एणचि तद् भवितुम् अर्हति, परन्तु तत् सूत्रमपि प्रबाद्य एकं विशिष्टं सूत्रम् अस्ति. इदानीं चिन्ता मास्तु. अचिष्णु धातु ब्रुवाम् इति सूत्रं किं करोति इति द्रष्टुमिच्छन्ति चेत् तत्र द्रष्टुम् अर्हन्ति, परन्तु अत्र मास्तु, यतोहि केषाञ्चन भ्रमः भवितुम् अर्हति. अत्र केवलम् उवङ् इति आदेशः भवति अजादि प्रत्यये परे, अतः उकारस्य स्थाने उव् उयोगः व उव् इति आदेशः, अतः आप्नुवत् इति रूपं. पुल्लिङ्गे आप्नुवन्, स्त्रीलिङ्गे आप्नुवति इति अस्ति. अस्तु अस्तु, समीचीनं. तर्हि अग्रे गीताञ्जलि भगिनी पठतु. आं भगिनि, तुदादौ लिख् लिख् योगः अत्, पुनः अत् कीदृशप्रत्यय इत्युक्ते सार्वधातुकप्रत्यय अपि च कर्त्रर्थे अपि च षित् अस्ति चेत् कर्तरि शप् कर्तर्थे अस्ति चेत् कर्तरि शप् आयाति, तदनन्तरं लिख् योगः शप् योगः अत् तुदादिभ्यः शः इति सूत्रं कर्तरि शप् प्रबाध्य प्रसक्तिः इत्यनेन शपं प्रबाध्य श इत्युक्ते लिख् योगः श योगः अत्, अधुना अनुबन्धलोपानन्तरं षित् भवति अतिष्ठति, तदनन्तरं लिख् योगः अयोगः अत्, अतो गुणे इति अकसवर्णदीर्घ निषेधसूत्रं प्रसक्तिः, तत्कारणेन लिख् योगः अत् वर्णमेलनम् एव तिष्ठति. लिखत् इति तु पुंलिङ्ग अपि नपुंसकलिङ्ग प्रातिपदिकरूपे तद् रूपं, तदनन्तरं स्त्रीलिङ्गं नुमागमः भवति, अपि च दीप् अस्ति चेत् लिखन्ति, किन्तु तत् कार्यं तु अहं न अवगतं, लिखन्ति कथं नुमागमः, नुमागमः कथं भवति इति भिन्नविषयः. इदानीं चिन्ता मास्तु, स्त्रीलिङ्गे अत्र रूपद्वयम् अस्ति वस्तुतः, स्त्रीलिङ्गे रूपद्वयम् अस्ति, लिखन्ति अपि च लिखति. आचीनद्योर्णुम् इत्यनेन रूपद्वयम् अस्ति. किं विकल्पेन भवति नुमागमः, न हा विकल्पेन नुमागमः इति कृत्वा रूपद्वयम् अस्ति, लिखन्ति अथवा लिखति इति रूपद्वयम् अस्ति. तुदादिगणे ये ये धातवः सन्ति तेषां कृते स्त्रीलिङ्गे नुमागमः विकल्पेन भवति, अतः चलति अथवा चलन्ति इति रूपद्वयम् अस्ति. तुदादिगणे ये ये धातवः तत्र सर्वत्र, अत्र किम् अस्ति इति चेत् लिक् लिक् लिक् धातुतः शप् भवितुम् अर्हति, परन्तु लिक् धातु तुदादिगणे अस्ति इति कृत्वा शप् न भवति, शपं प्रबाद्य इत्युक्ते ओवर् रैड् कर्तरि शप् इति सूत्रम् ओवर् रैड् कृत्वा तुदादिभ्यः शः इति सूत्रेण श इति प्रत्ययः आगच्छति, लिक् योगः श. अत्र श इति प्रत्ययः, अत्र लिक् इत्यत्र गुणः अस्ति वा भगिनि? गीताञ्जलि भगिनी वदतु. हा, अत्र लिख् अस् योगः शत्र अस्ति चेत् भगिनि किं लिक् योगः श योगः अत्, अत्र लिक् इत्यत्र किं भवति? हा, इगन्तं नास्ति भगिनि. लिख् गुण नास्ति तत्र, इगन्तं नास्ति, परन्तु तत्र उपधायं कः वर्णः? हा उपधा तु इक् अस्ति, किन्तु अपित् हा अपित् अपि अस्ति अत्र, हा शत्रु तु अपित् अस्ति, अपित् शत्रु अपित् इति नास्ति तत्र, प्रत्ययः कः लिक् इति धातुतः क्षम्यतां, शप् न श आयाति तुदादिभ्यः शः इति सूत्रेण, श तु अपित् अस्ति, अपित् अस्ति चेत् निति च इति सूत्रेण गुणनिषेध, अतः लिक् इति एव तिष्ठति, न तु लेक्, न तु लेखत् इति रूपं नास्ति, लिखत् इति रूपम् अस्ति, यतोहि गुणनिषेधः, अतः इदानीं श इति प्रत्ययं निमित्तीकृत्य किमपि अङ्गकार्यं नास्ति, अतः लिक इति अङ्गं लिखयोगः अत् अत्र पुनः पुनः अतो गुणे इति सूत्रेण पूर्वपरयोः पररूपादेशः, अतः लिखत् इति प्रातिपदिकम् अस्ति. लिखन् इति पुल्लिङ्गे, लिखत् इति नपुंसकलिङ्गे, लिखन्ती अथवा लिखती इति स्त्रीलिङ्गे. पुनः एकवारं सूत्रं वदतु भगिनी, लिखन् लिखन्ती अपि लिखति इति विषये. आची नद्योर्नुम् अची नद्योर्नुम् इति अस्ति, आत् शी नद्योः नुम् इत्युक्ते नदी इत्युक्ते तत्र स्त्रीलिङ्गे नदी, नीप् इति प्रत्ययः स्त्रीलिङ्गे अस्ति इति कृत्वा तत्र लिखति इति प्रातिपदिकं स्त्रीलिङ्गे अस्ति इति कृत्वा तत्र नुमागमः विकल्पेन भवति. अस्तु प्रश्नः अस्ति, अहम् अवगच्छामि शप् श अस्ति, श अतः अ अवशिष्यते, तर्हि अपित् भवति निमित्तं लेखगुण न भवति, परन्तु प्रश्नः द्वितीय अत्सम्बन्धे न द्वितीय अत्सम्बन्धे कृतप्रत्ययः अस्ति, परन्तु अत् प्रत्ययः प्रभावः नास्ति यदि अतः अजादि अस्ति, परन्तु अजादि अपि स्थाने आयाति वा नास्ति, अहं न गच्छामि, अहं गच्छामि. पुनः प्रश्नः कः, अत् इति प्रत्ययः अपित् अस्ति, सत्यम्, अत् प्रत्ययः अपित् अस्ति, यदि अपित् अस्ति अजादि अपि अत् अस्ति वा वयं तत्र न वदामः, न अजादि अपित् इति वदामः, अजादि अपित् इति वदामः, अजादि लिक इति अङ्गम् अस्ति, अजादि अपित् अस्ति, परन्तु लिक इत्यत्र अन्ते इक्वर्णः अपि नास्ति, उपधायां लघु इक्वर्णः अपि नास्ति, अतः गुणः किमपि नास्ति तत्र. परन्तु इदानीं चिन्तयतु, लिकि इति अङ्गम् अस्ति इति चिन्तयतु, केवलम् उदाहरणार्थं लिकि इति अङ्गम् अस्ति, लिकि योगः अत् इति अस्ति चेत् तदानीं तत्र अत् इति प्रत्ययं निमित्तीकृत्य गुणः भवितुम् अर्हति वा इति प्रश्ने सति, अत् शत्रुप्रत्ययः, सार्वधातुकप्रत्ययः अस्ति, अपित् अस्ति, अजादिः अस्ति, अतः गुणकार्यं न भवितुम् अर्हति, गुणनिषेधः अस्ति. अस्तु इदानीं तत्र अग्रे विजयलक्ष्मी भगिनी. अस्ति वा भगिनि? रुधादौ भिद् योगः अत् कर्तरी शप् इत्यनेन भिद् योगः शप् योगः अत् रुधादिभ्यः श्नम् इत्यनेन शप् प्रबाध्य श्नम् इति विकरणप्रत्ययः आयाति, शपं प्रबाध्य श्नम् भिद् योगः श्नम् योगः अत् अनुबन्धलोपे भिद् योगः न योगः अत् भिन्द् योगः अत् अत्र नकारः तु धातु मध्ये आयाति, भिन्दत् भिन्दन् भिन्दन्ति इति रूपं निष्पद्यते, रूपाणि रुदादिभ्यः श्नम् अत्र श्नम् किञ्चित् भिन्न विकरणप्रत्ययः, एतत्तु धातोः मध्ये आयाति, नकारः. किमर्थं मध्ये आयाति? किमर्थं मध्ये आयाति? किमर्थं अस्ति चेत् अन्तिमवर्णात् पूर्वम् आयाति इति. अन्तिम अच् वर्णात् अनन्तरम् आयाति उमागमः. समीचीनम्. अत्र बिद् इति धातुः रुदादिगणे अस्ति. तर्हि रुदादिगणे विकरणप्रत्ययः अस्ति श्नम् इति प्रत्ययः. श्नम् इति प्रत्यये शकारस्य इत्संज्ञा मकारस्य अपि इत्संज्ञा. श्नम् इति प्रत्ययः षित् अपि अस्ति, मित् अपि अस्ति. मित् अस्ति इति कृत्वा अत्र यत्र यत्र मित् इति वदामः तत्र मित् अस्ति चेत् तत्र कुत्र भवति प्रत्ययविधानं कुत्र भवति तदर्थम् एकं सूत्रम् अस्माभिः पूर्वं बहुपूर्वं पठितं मिदचोन्त्यात् परः. तत्र नुमागमः कुत्रचित् तत्र धातुः तत्र प्राकृतिककार्याणि अत्र भवन्ति खलु. चत्वारि प्राकृतिककार्याणि सत्त्वं नत्वं नुमागमः इति. तत्र नुमागमः इत्यत्र मित् अस्ति चेत् मिदचोन्त्यात् परः इति परिभाषासूत्रस्य सहायेन मित् कुत्र भवति इति चेत् मित् आगमः कुत्र भवति इति चेत् अत्र अच्वर्णेषु अन्त्यात् परः यत्र अत्र रुदादिभ्यः श्नम् इति सूत्रेण श्नम् इति प्रत्ययः कुत्र भवति इति चेत् मित् अस्ति इति कृत्वा धातौ ये अच्वर्णाः सन्ति तेषु अन्तिम अच्वर्णः यः अस्ति तस्य अनन्तरम् आयाति. तर्हि बिद् इति धातुः अस्ति अस्माकं मृदादिगणीयधातुः. तत्र श्नम् इति प्रत्ययः आगच्छति. श्नम् प्रत्ययः मित् अस्ति इति कृत्वा तत्र अच्वर्णेषु अन्त्यात् परः. बिद् इत्यत्र एकः एव अच्वर्णः अस्ति, स एव प्रथमः अच्वर्णः, स एव अन्तिम अच्वर्णः अपि. अतः बिद् इत्यत्र इकारस्य अनन्तरं श्नम् इति प्रत्ययः आगत्य उपविशति. तर्हि तत्र किं भवति? बिनद् इति भवति. बिनद् योगः अत्. बिनद्योगः अत् तत्र यत्र यत्र प्रत्ययः अपित् अस्ति तत्र श्नम् इति प्रत्ययस्य नकारस्य अनन्तरं यः अकारः अस्ति तस्य लोपः भवति. अतः बिन्द् योगः अत् बिन्दत् इति रूपम्. एवमेव प्रक्रिया सर्वत्र भवति. तत्र रुदादिगणे विशिष्टकार्यमस्ति. इत्युक्ते सारांशः कः? श्नम् इति प्रत्ययः धातोः मध्ये उपविशति. कुत्र उपविशति इति चेत् अन्तिम अच्वर्णस्य अनन्तरं. सामान्यतया धातौ एकः एव अच्वर्णः अस्ति, अतः अच्वर्णस्य अनन्तरम् उपविशति. अतः बिन्द् बिनद् इति सिद्ध्यति. श्नम् इति प्रत्यये न इति अवशिष्यते, अतः बिनद् इति रूपं सिद्ध्यति. बिनद् इत्यस्य अनन्तरं यः प्रत्ययः अपित् अस्ति कुत्रचित् प्रतिध्वनिः. तर्हि तत्र बिनद् इति अस्ति चेत् इदानीम् अत् इति प्रत्ययः अपित् अस्ति इति कृत्वा बिनद् इत्यत्र यः नकारः अस्ति, न इति अस्ति, नकारः नास्ति, न इति अस्ति, नकार उत्तरवर्ति अकारस्य लोपः भवति. इदानीं बिनद् योगः ति इति अस्ति चेत् किं भवति? भिनद्योगः ति इति अस्ति किं भवति? भिनत्ति इति रूपम् अस्ति. यतोहि ति इति प्रत्ययः पित् अस्ति. पित् अस्ति चेत् श्नम् इत्यस्य नकार उत्तरवर्ति अकारस्य लोपः नास्ति. परन्तु अपित् प्रत्ययः अस्ति चेत् तत्र सर्वत्र नकार उत्तरवर्ति अकारस्य लोपः अस्ति. अतः भिनद्योगः तः किं भवति? भिन्तः. भिनद्योगः अति, भिनद्योगः अन्ति, विन्दन्ति अतः सर्वत्र एवमेव पश्यामः अत्र अतिथि प्रत्ययः अपि तस्ति इति कृत्वा तत्र न इत्यस्य आकारस्य लोपः अतः बिन्द् इति रूपम् अस्तु इदानीम् अग्रे सरेम तर्हि अरविन्द महोदय अग्रे तनादौ कृ योगः अथ कर्तरि शप् कृ योगः शप् योगः अथ तनादिभि तनादिक्रम्य उः इत्यनेन शपं प्रबाद्य उ कृयोगः उ योगः अथ कुर्वत् कुर्वन् कुर्वति कुर्वति अत्र कृ धातुः तनादिगतौ इति कृत्वा शपं प्रपाद्य उः इति प्रत्ययः आयाति उः आर्धधातुकप्रत्ययः इति कृत्वा सर्वधातुक अर्धधातुकयोः इति सूत्रेण गुण भवति कृ कर् भवति कर् योगः उ योगः अथ इति स्थिते कर् योगः उ अतो उथ् इति कुर्वत् भवति उकारस्य वकारं भवति करोति इति भवति कुर्वत् भवति न अतो उत् कर् योगः उ करु नो अत उत् सर्वधातुके इति सूत्रेण वकार आयाति उकारस्य स्थाने वकार आयाति कृत्वा कुर्वत् इति भवति न न वकारः नास्ति करु इति अङ्गमस्ति खलु करु इति अङ्गं करु करु एकक्षणं करु इति अङ्गं करु योगः अत् करु योगः अत् अत्र करु योगः अत् तत्र किं भवति करो तत्र अत उत् सर्वधातुके इत्यनेन किं कार्यम् ककार ककार उत्तरवर्ति अकारस्य स्थाने उकारादेशः अतः कुरु योगः अत् किं भवति अत्र इकोयणचि इकोयणचि इति सूत्रेण गुणं यणादेशः भवति इति कृत्वा कुर्वत् कुर्वा भवति कुर्वा प्लस् अत् कुर्वत् कुर्व प्लस् अत् कुर्वत् बहु समीचीनं सम्यक् इत्युक्ते अत्र किम् अस्ति इति चेत् अत्र प्रथमतया कृ धातुः तनादिगणे अस्ति अतः कृयोगः उ तनादिकृण्भ्यः उः इति सूत्रेण उ इति प्रत्ययः आगच्छति कृयोगः उ योगः अत् अस्तु इदानीं तत्र गोमती भगिनी वदतु उ इति प्रत्ययः कीदृशः किं किम् आर्धधातुकप्रत्ययः आर्धधातुकप्रत्ययः बहु समीचीनं तर्हि किं भवति तत्र गुणं भवितुमर्हति सार्वधातुक अर्धधातुकयोः इति सूत्रेण इगन्ध अङ्गम् अस्ति चेत् गुणकार्यं भवति तर्हि किं भवति अत्र अत्र कृ अस्ति ऋकारः अस्ति ऋकारस्य गुणम् उरण्परः इति सूत्रे ऋकारस्य गुणम् उरण्परः मिलति कर् भवति कर् योगः उ योगः अत् करु अत् करु अत् करु इति अङ्गं तत्र अतो सार्वधातुके अहं न जानामि इदानीं श्रुतवती अतो सार्वधातुके इति सूत्रेण अत उत् सार्वधातुके इति सूत्रेण ककारस्य अनन्तरं यत् उकारः अस्ति तत् न न ककारस्य अनन्तरं यः उकारः नास्ति इदानीं करु इति अङ्गम् अस्ति खलु करु इति अङ्गम् अस्ति तत्र अत उत् अत् अस्ति चेत् उत् भवति अत्र कुत्र अस्ति अत् ककारस्य अनन्तरं अत् चेत् उत् भवति तत्र अकारस्य स्थाने उत् कु कु भवति कु भवति खलु, तर्हि किम् अस्ति अङ्गं? कु भवति, रु भवति, कुरु अत् कुरु अत् कुरु अत् इत्र अत्र सन्धिकार्यं भवति इको एणचि इति सूत्रेण. उकारः अस्ति, अनन्तरम् अच् वर्णः अस्ति, उकारस्य वकारः भवति, कु ऋ व अत् भवति, कुर्वत् भवति. बहु सम्यक्, अस्तु कृपया म्यूट् करोतु भगिनि. कुर्वत् इति रूपमस्ति, इत्युक्ते अत्र किम् अस्ति, अत्र लट्लकारे कथमस्ति, करोति इति रूपमस्ति. यत्र यत्र पित् प्रत्ययः अस्ति तत्र तु कर् इत्येव दृश्यते, अकारः एव श्रूयते. करोति किमस्ति, करोति, करोषि, करोमि, सर्वत्र क इत्येव अस्ति खलु, तत्र आदौ क इति अस्ति, कु इति नास्ति. करोति इदानीं प्रथमपुरुषे द्विवचने किम् अस्ति रूपम्? कुरुतः. यत्र यत्र प्रत्ययः अपित् प्रत्ययः अस्ति तत्र सत्र सर्वत्र क इति न श्रूयते, कु इति श्रूयते खलु. करोति, कुरुतः, कुर्वन्ति, कु इति श्रूयते. कु इति किमर्थमस्ति? यतोहि प्रत्ययः अग्रे अपित् अस्ति. कुरु इति अङ्गम् अस्ति, तदनन्तरं कुरु इति अङ्गस्य साधनानन्तरं यत् कृयोगः उ इति सर्वत्र उ इति प्रत्ययं निमित्तीकृत्य तु गुणः भवति एव, अतः करु इति अङ्गं सिद्धमस्ति इदानीं गुणं कृत्वा. करु इति अङ्गम् अस्ति, करु इति अङ्गस्य अनन्तरं कीदृशप्रत्ययः अस्ति? पित् प्रत्ययः वा अपित् प्रत्ययः वा? पित् प्रत्ययः अस्ति चेत् क एव तिष्ठति, करु करोति इति रूपम्. अपित् प्रत्ययः अस्ति चेत् करु इति अङ्गम् इदानीं कुरु इति भवति. अपित् प्रत्ययः अस्ति, अतः द्विवचने अपित् प्रत्ययः अस्ति. तः इति प्रत्ययः अपित् प्रत्ययः अस्ति, अतः कुरुतः. अन्ति बहुवचने, प्रथमपुरुषे बहुवचने अन्ति इति प्रत्ययः अपित् अस्ति, अतः कुर्वन्ति. अनन्तरं मध्यमपुरुषे सि इति प्रत्ययः पित् अस्ति, अतः करोषि, कुरुषि इति नास्ति, करोषि. मध्यमपुरुषे द्विवचने प्रत्ययः अस्ति तः, तर्हि अपित् अस्ति, अतः कुरुतः. बहुवचने अपि कुरुत, तर्हि यत्र यत्र अपित् प्रत्ययः अस्ति तत्र अङ्गं कुरु इति भवति, न तु करु इति भेदः अस्ति. बुद्धं वा भगिनि? तत्र इको यणचि भवति अन्तिम, सत्यं कुरु योगः अत् कुर्वत् इति इको यणचि. श्रीलिङ्गे तत्र नुमागमः नास्ति. बहुत्र वयम् अत्र अस्माकं वर्गेषु वयं शृण्मः सा कुर्वन्ती अस्ति इति वयं वदामः, दोषाय अस्ति. कुर्वन्ती इति नास्ति, कुर्वती. नुमागमः कदापि न भवति तत्र. तत्र अस्माकं एक प्रश्न, तनादि प्रत्ययः आर्धातुक अस्ति, अतः पित्वम् अपित्वम् आयाति वा न आयाति? न आयाति, पित्वम् अपित्वं नास्ति. सर्वधातुकप्रत्यय अर्धधातुकप्रत्ययः अस्ति चेत् भेदः के? अर्धधातुकप्रत्ययः सार्वधातुकप्रत्ययः अस्ति चेत् पित् अपित् इति वयं वदामः, भेदद्वयम्. अर्धधातुकप्रत्ययः अस्ति चेत् ङिति च. अर्धधातुकप्रत्ययः पित् अपित् नास्ति, किं वदामः तत्र? तत्र कति भेदाः सन्ति? कति भेदः? अत्र कः वदति? ङिति च. रामनाथमहोदय वदति वा? निषेधः, निषेधः अत्र न. अस्माकं चित्रं न, अस्माकं चित्रम् अस्माकं पुरतः स्यात्. गत पूर्वतनकरपत्रे यत् चित्रमस्ति तच्चित्रम् अस्माकं मनसि भवेत्, नो चेत् तत्र वारं वारं विस्मरणं जायते. अर्धधातुकप्रत्ययः कति विधाः? प्रश्नः किं भगिनि? अर्धधातुकप्रत्ययः कति विधाः? प्रत्ययः परन्तु अत्र कोऽपि सम्मतः अस्ति अहं न जानामि, इदागं भवति अन्य विषयः. न न, तत्सर्वं मास्तु. अत्र प्रत्ययः कति विधाः इत्येव मम प्रश्नः. हौ मेनि टैप्स् आफ् प्रत्ययः? मीना भगिनि वदतु. त्रिविधभेदाः सन्ति आर्धधातुकप्रत्ययाः. कित् गित् अथवा कित् कित् ञित् ञित् ञित् भिन्नः अथवा ञित् ञित् भवति. यदा ञित् भवति अजन्तह्रस्व अकार उपधातुः वा इदानीं त्रिविधः अस्ति प्रत्ययः. कित् नित् इति एकविधप्रत्ययः, ईत् णित् इति द्वितीयः, तदनन्तरं कित् नित् ईत् णित् एतेभ्यः भिन्नः त्रिविधः अस्ति. अत्र उ इति प्रत्ययः कीदृशः? प्रत्ययः अतः अहं कहं स्मरामि. इदानीं त्रिविधप्रत्ययेषु कीदृशः? ओ, त्रिविधप्रत्ययः यदि नास्ति अतः तिङ् नास्ति, णित् नास्ति, अतः मध्यवर्ग मार्ग विहितः भिन्नः अस्ति. न न न, अत्र किं वक्तव्यं? त्रिविधः अस्ति, तेषु कः कीदृशः अस्ति? कित् नित् इति एकः प्रत्ययः, इत् नित् द्वितीयः, कित् नित् इत् णित् भिन्नः इति तृतीयः. इत्युक्ते अत्र तृतीयः अस्ति खलु? कित् अपि नास्ति, नित् अपि नास्ति, इत् अपि नास्ति, णित् अपि नास्ति, भिन्नः अस्ति. तादृशप्रत्ययः अस्ति चेत् किं भवति तत्र? ऊणित् नास्ति, ऊक्त नास्ति, अतः ऊ मार्ग त्रीणि अन्तर्भूतः. ऊत् णित् भिन्नः. अतः किं भवति तत्र? अत्र द्वयकार्यं सम्भवति. यदि ऊ अस्ति ऊ न यदि अस्ति सोरि इदगन्त इगन्तः इगन्त अस्ति तर्हि गुण भवति सार्धातुकार्धातुकयोः. यदि हलन्त अस्ति तर्हि पगन्त. सत्यं, समीचीनं. तर्हि अत्र गुणः भवति. उ इति प्रत्ययः आर्धधातुकप्रत्ययः अस्ति. पित् पित् अपित् इति चिन्तनं नास्ति अत्र. आर्धधातुकप्रत्ययेषु कीदृशः इति चिन्तयामः चेत् कित् नित् इत् णित् भिन्नः अस्ति, अतः गुणकार्यं सम्भवति अत्र. कित् नित् अस्ति चेत् गुणनिषेधः भवति, इत् णित् अस्ति चेत् वृद्धिः भवति. परन्तु एतद्वयमपि नास्ति चेत् तत्र तु गुणः एव भवति. अतः करु इति अङ्गम् अस्ति. अस्तु, इदानीम् अग्रे. अवगतं खलु विना महोदय? अवगतं. मनसि स्पष्टतया नास्ति परन्तु अहम् अवगतम्. न, तत्र चित्रं पश्यतु एकवारं. तत्र गत करपत्रे यत् चित्रमस्ति तत् चित्रं सम्यक्तया मनसि अवधारयतु. तत्र कोऽपि भेदः, तत्र भ्रमः एव न भवति. तत्र चित्रे किम् अस्ति इति सम्यक्तया अवधारयतु, तदानीं भ्रमः न भवितुम् अर्हति. धन्यवादः. इदानीं समयः जातः. इदानीं क्रयादिगणे अस्ति, चुरादिगणे अस्ति. तत्र अग्रिमसप्ताहे परिशीलयामः. अत्र स्थगयामः. कोऽपि प्रश्नः अस्ति वा? भगिनि, यद् अतो उत् सर्वधातुके केवलं कृ धातु कृते अस्ति वा या उकारान्त अङ्गस्य अस्ति वा? अतो उत् सार्वधातुके इति सूत्रे केवलं कृ धातोः विषये एव उक्तम् इति मम भाति इदानीं मम स्मरणे. तथा अस्ति वा? अष्टाध्यायी.com उकारान्तप्रत्ययः यस्य अन्ते अस्ति तादृशस्य कृ धातोः अङ्गस्य. कृ इति धातुः अस्ति खलु, तत्र अनुवृत्तिः अस्ति, अतः कृ धातोः कृते एव अनुवृत्ति कुर् अनुवृत्तिरूपेण कृ इति न आयाति, करोते करोतेः इति एतमस्ति. करोतेः इति रूपं कथं सिद्ध्यति? नो, करोतेः इति सूत्रम् अन्यसूत्रमस्ति, षष्ठाध्याय चतुर्थभागः. सत्यं, करोतेः इति रूपं कथं सिद्ध्यति इति चेत्, तत्र करोति इति क्रियापदमस्ति खलु, करोति इति क्रियापदस्य इदानीं तत्र अनुकरणं कुर्मः, तत्र करोति इति सुबन्तरूपेण स्वीकुर्मः चेत् करोति इति प्रातिपदिकम् इति स्वीकरोतु. तस्य षष्ठी किम् अस्ति? करोतेः. अतः करोतेः इति उक्तत्वात् अनुवृत्तिः अस्ति इति कृत्वा केवलं कृ धातोः एव, करोति इति रूपं तु केवलं कृ धातोः एव अस्ति खलु. अस्तु, अतः केवलं कृ धातोः एव इदं सूत्रं कार्यं करोति. अस्तु, अस्तु. अत्र किं वक्तुम् इच्छामि इति चेत्, अस्माभिः बहु किमपि चर्चितम् अत्र सूत्राणि, तत् अतः भ्रमः भवितुम् अर्हति अत्र किम् आसीत् अस्मिन् वर्गे इति. अतः मम उपदेशः कः इति चेत्, अत्र सार्वधातुकप्रक्रियायां किं भवति इति तत्र बिग् पिक्चर् अस्माकं मनसि अस्ति चेत् पर्याप्तं. तत्र सूत्राणि कानि, कथं कुर्व कार्यं कुर्वन्ति इति विषयः नास्ति. सार्वधातुकप्रक्रियायां विकरणप्रत्ययः आयाति, विकरणप्रत्ययं निमित्तीकृत्य अङ्गकार्याणि भवन्ति, अङ्गं निष्पादनीयं, प्रत्ययस्य स्वभावः कः, अजादिपित्वा, हलादिपित्वा, अपित्वा, सार्वधातुकः वा अर्धधातुकः वा इति एतादृशचिन्तनस्य विषये स्पष्टता अस्ति चेत् पर्याप्तम्. आप्नुयोगः अत् इत्यत्र किं सूत्रं कार्यं करोति, कथम् उवङ् आगच्छति इति अस्माकं विषयः नास्ति, अतः एव करपत्रे न दत्तमस्ति. तादृशं विस्तृतरूपेण अध्ययनं कर्तुम् इच्छन्ति चेत् तदानीं तत्र शत्रन्तरूपाणि इति विषयः अस्ति, पृथक् विषयः अस्ति, तस्मिन् सन्दर्भे वयं विस्तृतरूपेण पठामः. ततः पर्यन्तं वयं न प्राप्तवन्तः, अतः अधुना केवलं किञ्चित् आस्वादः भवतु इति कृत्वा उक्तमस्ति. अस्तु, अस्तु, अस्तु, अस्तु. तर्हि अत्र स्थगयामः. नमस्कारः, धन्यवादः. धन्यवादः.